पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 29 महादेव उवाच अधान्यसम्प्रवक्ष्यामि शृणु देवर्षिसत्तम गोपीचन्दनमाहात्म्यं यथा दृष्टं श्रुतं मया ब्राह्मणो वाधवैश्यो वा शूद्रो वाप्यथवा द्विजः गोपीचन्दनलिप्ताङ्गो मुच्यते ब्रह्महत्यया तिलकं कुरुते यस्तु गोपीचन्दनसम्भवं मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः गोपीचन्दनलिप्ताङ्गो वैष्णवो विष्णुतत्परः सर्वदोषैः प्रमुच्येत यथा गङ्गाम्भसा पुनः ब्रह्मः मद्यपानी च स्वर्णस्तेयी तथैव च गुरुतल्पगमो वाध शूद्रो वाप्यथ वैद्विजः स सद्यो मुच्यते पापादाजन्मशतकारणाद् द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः वैष्णवानां ब्राह्मणानां कर्तव्यं भूदिमिच्छतां दण्डाकारं ललाडे स्यात् पद्माकारं तु वक्षसि वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे नाममुद्राद्वयं नीचैः शङ्खमेकं तयोरपि मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेद वामेऽपि चतुरशङ्खान्नाममुद्रे च पूर्ववद चक्रमेकं गदे द्वे द्वे तयोरिति विभेददः ललाडे च गदामेकां नाममुद्रां तथा हृदि त्रीणि त्रीणि विचित्राणि मध्ये शाखावुभावुभौ हृदि पार्श्वे स्तनादूर्ध्वं गदा पद्मानि बाहुवद त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः एकमेकं तदन्येषु तिलकेषु च धारयेद् सम्प्रदायजमुद्रां तु धार्या शिष्टानुसारदः यथारुच्यथवा धार्या न तत्र नियमायदः आ चाण्डाला द्विशुध्यन्ति तिलकस्यैव धारणाद् चण्डालादधिकं मन्ये वैष्णवानां हि निन्दकं स च विष्णुसमोज्ञेयो नात्र कार्या विचारणा वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः नान्तरस्तस्य वैज्ञेयः स वै विष्णुर्भवेदिह शङ्खचक्रधरो विप्रो वेदाध्ययनतत्परः स वै नारायण इति वेदे चैवदु पठ्यते तप्त चक्रधरो विप्रपङ्क्तिपावनपावनः तस्य भक्तियुधो ब्रह्मन्महापापैः प्रमुच्यते तुलसीपत्रमालां वा तुलसीकाष्ठसम्भवां धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागीन संशयः विष्णुरूपो यदो विप्रो वैष्णवः स इह स्मृतः पञ्चत्वे यस्य तिलकं गोपीचन्दनसम्भवम् विमानं ससमारुह्य यान्ति विष्णोः परं पदं कलौ नारद वक्ष्यामि तिलकं गोपीचन्दनम् ये कुर्वन्ति नरश्रेष्ठा न तेषां दुर्गति क्वचिद् शङ्खं चैव तथा चक्रं दक्षिणे चापि सव्यके हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते मद्यपानरदाय च ये च स्त्रीबालखादकाः अगम्यागमका ये वै दृश्यन्ते भुवि वाडव भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः संसारे तुच्छसारेऽस्मिन् कुतो वै वैष्णवाजनाः अहं हि वैष्णवो जादो विष्णो भक्तिप्रसादः काश्यां निवसदां ह्यत्र रामरामेदि संजपन् तेन पुण्यादियोगेन शिवो वै नात्र संशयः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापदिनारदसंवादे गोपीचन्दनमाहात्म्यं नामैकोनत्रिंशोऽध्यायः ॐ